नमस्कारः। अस्माकं वर्गे गीताप्रवेशः प्रथमभागः विषयः अस्माकं चर्चितः अस्ति कर्मणि सानच्। गतसप्ताहे वयं पठितवन्तः, किञ्चित् पुनःस्मरणं कृत्वा अग्रे गच्छामः। कर्मणि सानच्, सानच् रूपाणि कथं भविष्यति, अस्माकं सोपानद्वयं चर्चितं गतवर्गे। कोऽपि वदति वा सोपानद्वयं के के? वदतु कुशल महोदय। ओके, प्रथमं सोपानम् एकवचनं दृष्ट्वा, उदाहरणं वर्धते, ते तर्जयति, उपधा अकारक अस्ति वा, यदि अकारक तर्हि मान्, यदि अकारक नास्ति तर्हि आन्। तदनन्तरं द्वितीयसोपानं बहुवचनं पश्यतु, वर्धन्ते, ते त्यजति, उपधा पश्यति, अकारः तः रूपं दर्शति, वर्तमानः, वर्तमाना, वर्तमानम्। पुल्लिङ्ग् पुस्तकलिङ्ग्। समीचीनं समीचीनमस्ति। अन्यत् उदाहरणं सरिता भगिनी वदति वा, यत्र मानः भवति? लट्लकारे लट्लकारे प्रथमपुरुषस्य बहुवचनं कीदृशं? यदि अन्तिमवर्णात् प्राक् यदि अकारः अस्ति तदा सर्वथा मान इति भवति, यदि अकारः नास्ति कोऽपि अन्यस्वरः अस्ति तत्र आन इति भवति। तत्र लट्लकारस्य प्रथमपुरुषस्य बहुवचने अन्तिमवर्ण त्यक्त्वा तत्र आन अथवा मान इति स्थापयामः। इत्युक्ते एकवचनं दर्शयति आन अथवा मान, रूपं कथं भवति बहुवचनं दर्शयति खलु? प्रथमसोपानं भवति एकवचनस्य, बहुवचनस्य आवश्यकता नास्ति, परन्तु फलितार्थरूपं कथं भविष्यति बहुवचनम् आवश्यकम्। इत्युक्ते फलितार्थः सानच् प्रत्ययस्य कथं भवति तत् दर्शयति बहुवचनात् रूपं, यथा महोदयेन उक्तं वर्धते अस्ति, वर्धते इति त्यक्त्वा अकारः अस्ति वा न वा। मम प्रश्नः आसीत् इदानीं कुशलमहोदयेन इदानीम् उक्तं तत्र मान वर्धमान मान यत्र अस्ति, मम प्रश्नः अस्ति यत्र मान न भवति आन इति भवति, कोऽपि वदति वा तस्य उदाहरणं कथं भविष्यति? अश्लेष महोदय, श्वेते अस्ति, श्रीधातुः अस्ति, तस्य रूपमस्ति, तस्य उपधा स्वरः नास्ति, एकारमस्ति, तत्र तस्य रूपमस्ति शयानः, परन्तु अहं किञ्चित् विस्मरामि, बहुवचने शेरते अस्ति वा? शेरते न न शेयाते शय्याते शय्याते आमां, तर्हि यते त्यक्त्वा तस्य स्थाने आनः स्थापयामः तर्हि शयानः इति। अथवा अन्यत् उदाहरणं कुरुते। परन्तु भवान् यदि दाधातुः अस्ति, दाधातुः उभयपदी अस्ति, दीयते दायते बहुवचनरूपे, अत्र दायमान भवति न तु दायानः भवति शानच प्रत्ययः। धातु अस्ति दा धातु तत्र अत्र अस्ति करु तर्हि अन्यत् उदाहरणं वयमपि तत्र द्रष्टुं उभयपद शक्नुमः उभयपद् अस्ति उभयपद् वदतु कः उभयपद् वदतु क्रियते क्रियमाण उभयपद् मा इति अस्माकं प्रश्नः नास्ति मा इदानीम् अभवत् धातुः अस्ति कृ कृधातुः उभयपदि धातुः अस्ति कुरुते इति अस्ति तत्रापि अकारः नास्ति बहुवचनं भवति इति अत्र प्रथमसोपाने जानीमः अत्र आन इति भविष्यति बहुवचनरूपम् अस्ति कुर्वते कुर्वते ते इति त्यक्त्वा कुर्व अधिक आन कुर्वाण इति भविष्यति अन्यत् उदाहरणम् अस्ति इति अस्ति खलु अन्य अपि सन्ति परन्तु शीघ्रमेव द्वयोः इति मनसि आगच्छति अस्तु गतसप्ताहे वयं पठितवन्तः अस्माकम् अभ्यासः आसीत् अभ्यासः आसीत् एकपञ्चाशत् अधिकशततमपुटे अभ्यासः वयं कृतवन्तः तत्र पुनः न समापितवन्तः केवलं दश उदाहरणानि कृतवन्तः पुनः अद्य शीघ्रमेव कृत्वा आरम्भतः करिष्यामः पुनः तत् समापयामः ये अभ्यासाः सन्ति पुस्तके अस्तु तर्हि विजया भगिनी आरम्भं करोति वा यथोदाहरणं यथोदाहरणं वाक्यद्वयं स्थानजन्तप्रयोगेण योजयित्वा एकं वाक्यं कुरुत् यथा तेन विषयः उच्यते तं सर्वे शृण्वन्तु तेन उच्यमानं विषयं सर्वे शृण्वन्तु विभक्तिः अस्ति अत्र का विभक्तिः अस्ति अत्र तेन तृतीयविभक्ति न स्थानच् प्रत्ययस्य का विभक्तिः अस्ति द्वितीयवाक्ये द्वितीयवाक्ये तेन विषयः कुशलमहोदय तेन विषयः उच्यते त्रीणि एकमेकम् एकनिमिषः प्रश्नः अस्ति स्थानच् प्रत्ययस्य का विभक्तिः अत्र अश्लेषः महोदय द्वितीयविभक्तिः अस्ति उच्यमानम् इति प्रश्नः अस्तु उच्यमानम् तेन उच्यमानम् इति द्वितीया अस्तु भगिनी अग्रे करोतु तर्हि कवीनां काव्यं लिख्यते तत् पठितुं जनाः उत्सहन्ते कविना का विभक्तिः अस्ति प्रथमे वदतु का विभक्तिः अस्ति प्रथमे विभक्ति कथं जानीमः अत्र पश्यति भगिनी वदतु तत् अस्ति तत् पठितुं तत् अस्ति चेत् द्वितीया एकवचनं भवितुम् अर्हति अथवा प्रथम एकवचनं भवितुम् अर्हति तत् रसिकाः शृण्वन्ति तत् अस्ति अत्र वाक्ये द्वितीया विभक्ति भवति अत्र प्रथमम् अस्ति प्रथमाभ्यासः अस्ति तत् पठितुं जनाः उत्सहन्ति पठितुं द्वितीया तदपि द्वितीया अस्ति न इति प्रश्नः अस्ति खलु द्वितीयपदस्य प्रथमे किम् अस्ति तत् निर्धारयति स्थानच् प्रत्ययस्य रूपं कथं भविष्यति यथा वाक्यद्वयं न एकवाक्यं लिखामः तर्हि द्वितीया इति अस्ति इदानीम् उत्तरं वदतु कविना लिख्यमानं काव्यं पठितुं जनाः उत्सहन्ते. समीचीनम्. अस्तु, अश्लेष महोदय अग्रे. राधया गीतं गीयते, तत् रसिकाः शृण्वन्ति. अत्र प्रथमविभक्ति वदामः वा? चिन्तयतु, चिन्तयतु, चिन्तयन्तु एकवारं, चिन्तयतु एकवारं. रसिकाः गीतं शृण्वन्ति, तत्र द्वितीया विभक्ति अस्ति न? अश्लेष महोदय. आमां, गीतं गीतं गीतं पदस्य विभक्ति द्वितीया अस्ति. तर्हि साधया गीयमानं गीतं रसिकाः शृण्वन्ति. अत्रापि गी धातु श्री धातु इव. अत्र मान मान अस्ति. आमामां, गीतं गीयते. आमाम्, अकारमस्ति उपाधापदं, तर्हि गीयमानम् अस्ति. तर्हि धातु गा अस्ति इति अहं मन्ये. किमपि अस्तु, अस्माकम् अत्र प्रश्नः नास्ति. धातु किमपि अस्माकं प्रश्नः नास्ति. एकवचनान्तरूपं किम् अस्ति, तत् प्रश्नः अस्ति. परन्तु एतत् सरलं रीत्या कोऽपि सूत्राणि अपि अस्ति वा? धातु सूत्राणि अपि सन्ति. अस्ति अस्ति अस्ति, अष्टाध्यायीसूत्राणि सन्ति, सूत्राणि अपि अस्ति. वयं पठामः, यत्र प्रत्ययविषये पुस्तकम् आयाति तत्र पठामः. परन्तु साधारणतया वदामः चेत् प्रथम एकवचनान्तरूपं किम् अस्ति, तत् दृष्ट्वा वक्तुं शक्यते. देवकान्तमहोदय, भवतः प्रश्नः अस्ति. न, न, प्रश्नः नास्ति. यदि एकं वाक्यं द्वे वाक्ये योजयित्वा एकं वाक्यं करोति चेत् क्रियापदमस्ति शृणोति खलु. राधा एकमेव, राधया राधा न शृण्वन्ति, परन्तु शृण्वन्ति रसिकाः खलु. खलु महोदय, राधा गायति, गायति राधा, परन्तु शृण्वन्ति रसिकाः. आमामां, क्षम्यतां, क्षम्यताम्. अस्तु अस्तु, तथा अस्ति. अस्तु, नास्ति चिन्ता. अग्रे, हा, सरिता भगिनी, तृतीयं. गोविन्देन फलं खाद्यते, तस्मिन् बीजानि सन्ति. अत्र फले बीजानि सन्ति, तत्र सप्तमी विभक्ति भवति. गोविन्देन खाद्यते अस्ति चेत् तत्र शानचप्रत्यय कर्मणि शानचप्रत्ययः भवति. खाद्यमानः फलमस्ति, खाद्यमानं भवति. गोविन्देन खाद्यमाने फले बीजानि सन्ति. समीचीनं, समीचीनम्. अस्तु, कुशलमहोदय अग्रिमम्. गणेशेन वस्त्राणि क्रियन्ते, तानि सुन्दराणि सन्ति. तानि वस्त्राणि दर्शयति. गणेशेन क्रियमाणानि वस्त्राणि सुन्दराणि सन्ति. क्रियन्ते, क्रियमाणानि वस्त्राणि, वस्त्राणि. अत्र क्रि धातुः अस्ति, क्रि न तु कृ धातु, खलु? क्रि धातु, हा, क्रीणाति इति अस्ति. क्रियमाणानि, अतः दीर्घैकारः अस्ति, न तु ह्रस्व. दीर्घकारः, क्रियमाणानि वस्त्राणि सुन्दराणि सन्ति. समीचीनम्. अस्तु, देवकान्तमहोदय अग्रे. आमां, रामेण पाठः पठ्यते, तस्मिन् श्लोकाः सन्ति. ओके, तस्मिन् इत्युक्ते सप्तमी विभक्ति. रामेण पठ्यमाने पाठे श्लोकाः सन्ति. पठ्यमाने न तु पठ्यमाणे. ओके, पठ्यमाने पाठे श्लोकाः सन्ति. आमां समीचीनम्. अस्तु अस्तु विद्या भगिनी अग्रे. रामेण पाठः पठ्यते तस्मिन् समाप्तम्. अग्रे अग्रिमम्. ओके. आनन्देन कथा लिख्यते तस्यां हास्यरसः अस्ति. काव्यभक्ति प्रथमे आनन्देन तृतीय तस्यां सप्तमी सप्तमी स्त्रीलिङ्ग. समीचीनम्. ओके. आनन्देन लिख्यमानाय कथायां कथायां हास्यरसः अस्ति. पुनः वदतु. आनन्देन लिख्यमानायां कथायां हास्यरसः अस्ति. लिख्यमानायां लिख्यमानाया न लिख्यमानायां कथायां भगिनी लिख्यमानायाम् इति अवदत्. केवलं स्पष्टार्थं वदामि. ओके. आनन्देन लिख्यमानायां कथायां हास्यरसः अस्ति. अस्तु समीचीनं. देवकान्तमहोदय भवतः प्रश्नः आसीत् वा? न न न. अस्तु समीचीनम्. अश्लेष महोदय अग्रिमम्. मया कार्यं क्रियते तस्य विघ्नं मा करोतु. अत्र षष्टिविभक्ति अस्ति. क्रियते अस्ति चेत् मानः अस्ति. मया क्रियमाणस्य कार्यस्य विघ्नं मा करोतु. समीचीनम्. अस्तु एकं प्रश्नमस्ति. वदतु. यदि सः वन्दते परन्तु अहं वन्दे परन्तु सः वन्दमानः अस्ति अहं वन्दमानः अस्मि वन्दमानः तदेव. सः वन्दते खलु. सः वन्दते. आम् आम् अहं वन्दे. हा अस्तु समीचीनमस्ति. परन्तु यदि निरन्तरकार्यमस्ति तर्हि सः वन्दमानः अस्ति अहं वन्दमानः अस्मि तत्र सानप्रत्यये तथा वन्दमानं केवलं भविष्यति. अहं वन्दमानम् अस्तु तथा सः वन्दमानः अहं वन्दमानं समीचीनम्. रूपाणि कथं भविष्यति अग्रे आयाति अद्य एव. अहं वन्दमानं किमर्थं यदि अहं यदि पुल्लिङ्गे अस्ति चेत् अहं वन्दमानः अस्मि अथवा यदि स्त्रीलिङ्गे अस्ति चेत् अहं वन्दमाना अस्मि. तथा अस्ति. क्षम्यतां. इति मकारान्तन्न आयाति खलु. केवलं लिङ्गपरिवर्तने मकारः आयाति. पुल्लिङ्गे अस्ति चेत् पुल्लिङ्ग एव. समीचीनं. तथा अस्ति. क्षम्यतां. तथा भविष्यति. अहं वन्दमानः एव न तु वन्दमानं. केवलं तथा क्रियापदेन सः गच्छति अहं गच्छामि क्रियापदेन भविष्यति अत्र. अत्र पुरुष भेदः भविष्यति वा न भविष्यति वा? लिङ्गपरिवर्तनं भवति, विभक्तिपरिवर्तनं भवति, वचनपरिवर्तनं भवति. पुरुषपरिवर्तनमपि भवति. अस्ति चेत् सानच् प्रत्यये प्रत्यये पुरुषपरिवर्तनं भवति वा न वा? यदि एकमेव क्रिया अस्ति चेत् एकमेव क्रिया निरन्तरकाले दर्शयितुम् अस्ति चेत् तत्र पुरुषभेदः भवितुं भवति एव. भवितुं न आगति. भवति एव. इत्युक्ते एकमेव क्रिया आसीत्, बालकः पठन् अस्ति, अहं पठन्ती अस्मि। हा पठ तत् शत्रुप्रत्ययः न तु सानच्। न न समीचीनं, परन्तु तस्य अर्थः तु समानमेव। तत्र तथा एव सानच् प्रत्यये अपि भविष्यति, यथा शत्रुप्रत्यये भवति तथा सानच् प्रत्यये अपि भविष्यति। बालकः बालकः देवं वन्दमानः अस्ति यदि शानचप्रत्यय भवति चेत् कर्तरिप्रयोगे। बालिका वन्दमाना अस्ति, अनन्तरं यदि कर्मणि प्रयोगः भवति चेत् बालकेन देवं वन्द्यमानम् अस्ति भविष्यति। तर्हि तत्र भवतः प्रश्नः यत् आसीत्, अहं वन्दमानः इति भविष्यति, तथा भविष्यति, न तु वन्दमानं, लिङ्गपरिवर्तनेन भविष्यति, स्त्रीलिङ्गे चेत् वन्दमान तथा वन्दमानः, तथा सम्यक् श्रूयते। अस्तु अग्रे सरिता भगिन्याः खलु। अष्टवाक्यं तस्य अभवत्, सप्तमम् मया कार्यं क्रियते इति अभवत्। बालिकया ग्रन्थः पठ्यते, तस्य नाम अहं न जानामि, ग्रन्थस्य नाम अहं न जानामि, अत्र षष्ठीविभक्ति भवति। बालिकया पठ्यमानस्य ग्रन्थस्य नाम अहं न जानामि, अत्र पठ्यते अस्ति, अत्र अकारः अस्ति इत्यर्थे मानः भवति। पठ्यमानस्य तस्य पठ्यमानं ग्रन्थं पठ्यमानस्य ग्रन्थस्य नाम न जानामि। अस्तु समीचीनम्, अग्रे कुशलमहोदय। भवता कार्यं क्रियते, तस्मात् कस्मापि हानिः नास्ति, तस्मात् सप्तमी विभक्ति सप्तमी वा तस्मात् इति प्रश्नः तस्मात् कार्यं कार्यात् कृत्स्यात् कस्यापि हानिः नास्ति। पुनः वदतु महोदय स्पष्टतया। भवता क्रियमाणस्य कस्यात् क्रियमाणात् धातुः भवति क्रियति कुरुते खलु, कृ इति धातुः भवति, क्रियते कुत्र भवति, यत्र भवति, कुत्र अन्य कुत्रापि भवति, कुरुते खलु, अत्र अस्ति क्रियते, क्रियते। भवता क्रियमाणात् क्रियात् कस्यापि कार्यात् कस्मापि हानिः नास्ति। समीचीनं, देवकान्तमहोदय। दुष्टैः सज्जनाः निन्द्यन्ते, ते खेदं प्राप्नुवन्ति, ते प्रथमा बहुवचनरूपम्। दुष्टैः निन्द्यम् ओके दुष्टैः निन्द्यमानाः सज्जनाः खेदं प्राप्नुवन्ति पुनः निन्द्यमानाः इति नास्ति निन्द निन्द्यमानाः ह्रस्व आमां दुष्टैः निन्द्यमानाः सज्जनाः खेदं प्राप्नुवन्ति समीचीनमस्ति विजयभगिनी अग्रे महोदय एकं प्रश्नं मया कार्यं क्रियते कर्मणि प्रयोगे अस्ति खलु परन्तु क्रियते प्रथमपुरुषक्रियापदमस्ति खलु सप्तमी उदाहरणं सप्तम उदाहरणं मया कार्यं क्रियते मया कार्यं क्रियते भवता कार्यं क्रियते तथा अस्ति सप्तमं नवमं समानमेव आमां परन्तु मया मया उत्तमपुरुष सर्वनामम् अस्ति खलु समीचीनं परन्तु त्रीणि एकम् अस्ति न कर्तरि कर्मणि प्रयोगः भवति न त्रीणि एकमेकं कार्यं यदि इति मम प्रश्नः कर्मपदस्य कोऽपि पुरुषः अस्ति वा नास्ति मया कार्यं क्रियते नास्ति अस्ति न मया कार्यं क्रियते तत्र पुरुषः अस्ति न पुरुषः अस्ति तस्य प्रश्नः अस्ति कर्मपदं कर्मपदं यत् अस्ति न कार्यं तत्र प्रथमपुरुषे अस्ति कर्मपदस्य पुरुषम् अस्ति वा कर्मपदस्य पुरुषं नास्ति न किमर्थम् इति प्रश्नः इति प्रश्नः आसीत् इति प्रश्नः तर्हि क्रियते सर्वदा प्रथमपुरुष एकवचने अस्ति परन्तु अत्र कार्यं क्रियते अस्ति चेत् कार्यम् अत्र अत्र यदि कर्मम् अस्ति चेत् अपि कर्मणि प्रयोगे तत् तत् कर्तृपदम् इति कार्यं करोति प्रथमपुरुषे अस्ति प्रथम इत्यर्थे क्रियते इति भवति यदि यदि यदि अहम् अस्ति चेत् तत्र इट् वुड् हाव् बीन् क्रियामि भगिनी परन्तु मया न न मया कार्यं क्रियते इति तत्र कार्यम् इति कर्तृपदम् अस्ति न कर्मणि प्रयोगः कर्मपदं तथा नास्ति इति अहं मन्ये कार्यं एकनिमेषं पश्यामः अत्र किं किं भवति एतत् सर्वं वयं पठितवन्तः तत्र कर्मणि प्रयोगे किं भविष्यति त्रीणि एकमेकं खलु कर्तृपदस्य तृतीया विभक्ति इति अस्ति यत् कर्मपदम् अस्ति तत्र भेदं किं भविष्यति कर्मपदस्य तस्य प्रथमा विभक्ति भवति विनोद् चौहान् इत्युक्ते कर्मपदस्य किं किं परिवर्तनं भविष्यति एतत् सर्वं वयं पठितवन्तः पूर्वतनपुस्तके कर्मपदस्य वचनान्त अथवा लिङ्गं परिवर्तनं भवति खलु इत्युक्ते यत् कर्मपदस्य क्रियापदं कर्मपदम् एकनिमिषः क्रियापदं कर्मपदम् अनुसरति खलु त्रीणि एकमेकम् इति कृत्वा तर्हि सर्वदा कर्तृपदस्य तृतीया विभक्ति कर्मपदस्य किं किं परिवर्तनं भवति कर्मपदस्य इति प्रश्नः इति भवतः प्रश्नः आसीत् खलु देवकान्तमहोदय केवलं क्रियापदं तु क्रियापदम् अस्तु अस्तु भवतः प्रश्नः केवलं क्रियापदस्य प्रश्नः आसीत् क्रियापदस्य तु सर्वदा तृतीया विभक्ति अस्ति एव न क्रियापदस्य कोऽपि विभक्तिः नास्ति खलु क्रियापदस्य अस्ति मया अस्ति खलु त्रीणि एकमेकं क्षम्यतां कर्तृपदम् अस्तु क्षम्यताम् अस्तु अस्तु क्रियापदस्य क्रियापदं कर्मपदम् अनुसरति खलु पुरुषः कः क्रियापदस्य पुरुषः प्रथमः पुरुषः वा उत्तमपुरुषः वा मध्यमपुरुषः वा हौ विल् डिटर्मिन् दट् पुरुषः वा आम् आम् क्रियापदस्य पुरुषः भवान् he sees me यदि सेण्टेन्स् अस्ति चेत् तत्र तेन अहं पश्यते तत्र अहम् अस्ति चेत् तत्र पश्यते अपि तत्र पश्यते अपि प्रथमपुरुषस्य एकवचनं भवति तेन अहं पश्यते कर्मणि प्रयोगे तदा क्रियापदं प्रथमपुरुष अस्ति वा नास्ति प्रथमपुरुषे वि टुक् द एक्साम्पल् रैट् वेन् वेन् द कर्मपदं यदि अहं भवति कर्तृपदं यदि कर्मणि प्रयोगे यदि अहं भवति तत्र अपि दृश्यते अपि भवति न इट् डजन्ट् फालो वित् अहं रैट् So that is that is your answer? I don't know. I'm giving an example. Mahadeya, Devakant Mahadeya, bhavatah prasnah punah prachyatu amuttaram prayatnam karam. Mahaprasnah asti karmani prayoge kriyapadasya purishaha kaha purishaha kaha is it prathamava, I mean uttama purishava, madhyama purishava, prathama purishava. How do we determine that? Prathama purishaha eva. Sarvada prathama purishaha. इति अस्ति खलु इति अस्ति अस्तु अस्तु समीचीनम् अग्रे गच्छामः एकादश भगिनी विजया भगिनी नूतन गोविन्दमहोदय विनोदमहोदय खलु विनोद अत्र अस्तु महोदय कुत्र पुटेन द्विपञ्चाशत् अधिक एकशतं 152 धन्यवादः अस्तु विजया भगिनी पितामहेन कथा कथ्यते सा कुतूहलकरी आसीत् विभक्ति प्रथमविभक्ति सा त्रीणि एकमेकं पितामहेन कथ्यमाना कथा कुतूहलकरी आसीत् समीचीनम् इदानीं कर्ता भिन्नं पितामहेन एवं सा भिन्नं पितामहेन भिन्नम् अस्तु महोदय अत्र विषयः पश्यतु अत्र विषयः पश्यतु पितामहः एकः पुरुषः अस्ति खलु पितामहः यः कथा श्रावयति खलु या कथा श्रावयति सा कथा कुतूहलकरी आसीत् खलु विषयद्वयमस्ति प्रथम पितामहः कथा श्रावयति या कथा श्रावयति सा कथा कुतूहलकरी आसीत् खलु इत्युक्ते वाक्यद्वयम् अस्ति कथा कुतूहलकरी आसीत् का कुतूहलकरी आसीत् कथा कुतूहलकरी आसीत् इति अस्ति विषयः इति भवतः प्रश्नः खलु अस्तु पुनः वाक्यं वदतु भगिनि ओके पितामहेन कथा कथ्यते सा कुतूहलकरी आसीत् पितामहेन कथ्यमाना कथा कुतूहलकरी आसीत् हा इति अस्ति समीचीनम् अस्तु अग्रे अश्लेष महोदय शिशुना चाकलेहः खाद्यते तम् एषः बालात् स्वीकृतवान् विभक्ति अस्ति द्वितीयविभक्ति अस्ति तम् शिशुना एकनिमिषः आं शिशुना खाद्यमानं चाकलेहं बालात् स्वीकृतवान् एषः बालात् स्वीकृतवान् इति अस्ति समीचीनम् अस्तु सरिता भगिनी अग्रिमम् तेन फलानि चीयन्ते तानि भवती गृहं नयतु अत्र फलानि भवती गृहं नयतु इति तस्य अर्थः अस्ति फलानि गृहं नयतु द्वितीया बहुवचनं भवति तेन चीयमानानि फलानि भवती गृहं नयतु तेन चीयमानानि फलानि भवती गृहं नयतु समीचीनमस्ति कुशलमहोदय अग्रे कृषिवलेन कष्टं सह्यते तस्य निवारणं करोतु तस्य अर्थात् कष्टं षष्ठीविभक्ति तस्य कृषिवलेन संयमानस्य कष्टं निवारणं करोतु कष्टस्य महोदय कष्टस्य कपिबलेन संयस्यते कष्टस्य निवारणं करोतु कृषिवलेन सह्यमानस्य कष्टस्य निवारणं करोतु इति विशेषविशेषो अस्ति खलु वदतु महोदय पुनः कुशलमहोदय एकवारं कृषिवलेन कृषिवलेन संयमानस् कष्टस्य निवारणं करोतु पुनः तत्र पूर्णतया सम्यक् नास्ति वदतु पुनः कृषिवलेन संयस्य कष्टस्य निवारणं करोतु पुनः देवकान्तमहोदय सहायं करोतु कृपया कृषिवलेन सह्यमानस्य कष्टस्य निवारणं करोतु इति विशेषणविशेषभावम् अपि अस्ति समीचीनं भवान् पुनः देवकान्तमहोदय अन्तिमम् याचकेन धनिकः प्रार्थ्यते तस्य नाम दयारामः तस्य इति षष्टिविभक्ति याचकेन प्रार्थ्यमानस्य धनिकस्य नाम दयारामः पुनः एकवारं याचकेन प्रार्थ्यमानस्य धनिकस्य नाम दयारामः हा इति अस्ति, समीचीनम्। अस्तु अग्रे गच्छामः। विनोद् महोदय पठति वा अग्रे किं लिखितमस्ति महोदय? विशेषसूचना पुष्पेण विकस्यमानम् अस्ति, सिंहेन गर्जमानम् अस्ति, लताभिः कम्प्यमानम् अस्ति इत्येवं प्रकारेण भावे अपि सानजन्तुरूपाणां प्रयोगः भवति, परन्तु एतादृशाः प्रयोगाः विरलतया एव दृश्यते। कर्मार्थकसान् च प्रत्याः शब्दाः विशेषाणि भवन्ति, अतः तानि विशेष्यः लिङ्गं वचनं विभक्तिं च अनुसरन्ति। एकनिमिष, तर्हि अत्र किम् अस्ति? पुष्पेण विकस्यमानम् अस्ति, अत्र भावप्रयोगः अस्ति केवलं त्रीणि एकं खलु, अथवा सर्वदा अत्र किं दृश्यते? लिङ्गपरिवर्तनं न भवति, नपुंसकलिङ्गे एव। पुष्पेण विकस्यमानं, सिंहेन गर्जमानं, लताभिः कम्प्यमानम् इति एतत् सर्वं, परन्तु एतादृशप्रयोगः विरलतया दृश्यन्ते खलु। हा, तत्र कर्मार्थकसानज् प्रत्ययान्तपदाः विशेष्याणि भवन्ति, अतः तत्र विशेषस्य लिङ्गवचनं विभक्ति च अनुसरति, इत्युक्ते यथा वयं दृष्टवन्तः इदानीमेव। तत्र मम पुनः किञ्चित् वक्तव्यमस्ति, यः प्रश्नः आसीत् इदानीमेव देवकान्तमहोदय पृष्टवान्, तत्र किं भवति एकवारं पुनः करिष्यामः। कर्मणि प्रयोगः अस्ति खलु, कर्मणि प्रयोगः, कर्मणि प्रयोगे अस्माकं त्रीणि एकम् एकम् अस्ति, कर्तृपदस्य तृतीयाविभक्ति, कर्मपदम् अस्ति, पुनः क्रियापदम् अस्ति, क्रियापदं कर्मपदम् अनुसरति। तर्हि कर्मपदस्य किं किं परिवर्तनं, क्रियापदस्य किं किं परिवर्तनं भवति पुनः वदामि इदानीं। कर्मणि प्रयोगे कर्तृपदस्य तृतीयाविभक्त्यं भवति, कर्मपदं यत् अस्ति कर्मणि प्रयोगे कर्मपदं, तत् प्रथमाविभक्त्यन्तं भवति। कर्मणि प्रयोगे कर्मणः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः अपि भवति खलु, तत्र वचनसम्बन्धः कुत्र भवति करिष्यामः इदानीं, पुरुषसम्बन्धः किं भवति तदपि करिष्यामः। एतत् सर्वं वयं पठितवन्तः। कर्मणि प्रयोगः वाक्यमस्ति यत्र वचनसम्बन्धः भवति। बालकेन चाकलेहः खाद्यते, अस्तु, अत्र एकवचनान्तरूपमस्ति, बालकेन चाकलेहौ खाद्येते, बालकेन चाकलेहाः खाद्यन्ते। तर्हि अत्र क्रियापदं कर्मपदस्य यत् वचनम् अस्ति, एकवचनं द्विवचनं बहुवचनं, तदाधारेण क्रियापदस्य रूपपरिवर्तनम् अभवत् यत्र वचनसम्बन्ध्यः। इदानीं पुरुषसम्बन्धः पश्यामः। पुरुषसम्बन्धः बालकेन सः ताड्यते, बालकेन त्वं ताड्यसे, बालकेन अहं ताड्ये, अत्र पुरुषसम्बन्धः अस्ति क्रियापदस्य। यत् कर्मपदस्य पुरुषः यत् अस्ति तत् भवति क्रियापदस्य पुरुषः अस्मिन् उदाहरणे. पूर्वतन उदाहरणे यत्र चाकलेहः आसीत् तत्र वचनसम्बन्धः अस्ति. तर्हि कर्मणि प्रयोगे कर्तृपदस्य सर्वदा तृतीया विभक्ति, कर्मपदं प्रथमाविभक्त्यन्तं भवति. कर्मणि प्रयोगे कर्मणः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः अपि भवति, यथा उदाहरणद्वयं वयम् इदानीमेव दृष्टवन्तः. समीचीनम् अस्ति. हा, अहं केवलं पठामि इदानीम्. एतत् सर्वम् अत्र पुस्तके अस्ति, वयं पठितवन्तः एतत् सर्वम्. एतदेव उदाहरणं पुस्तके अस्ति, अस्माकं पूर्वतनपुस्तकं यत् अस्ति भाषाप्रवेशः, तत्र त्रित्रिंशत् अधिकशततमपुटे एतत् उदाहरणम् अस्ति अस्माकं. तत्र पुरुषसम्बन्धः अपि अस्ति, अत्र वचनसम्बन्धः अस्ति, कर्मपदस्य सर्वदा प्रथमविभक्तिः अस्ति. एतत् अस्ति. समीचीनं महोदय वा देवकान्तमहोदय? समीचीनं महोदय. सरिता भगिनी, वयम् अस्माकम् एतत् प्रश्नः आसीत्, तर्हि केवलं पुनःस्मरणार्थं वदामि. सर्वे एतत् सर्वं जानन्ति अपि, केवलं गृहपाठरूपेण एकं तर्हि समयः अस्ति चेत् द्रष्टव्यमस्ति. अस्तु, अग्रे गच्छामः. विनोदमहोदय एकवारं गृहपाठरूपेण तत्र पश्यतु. अस्माकं गतवर्गे सानच् प्रत्ययः आसीत्, तद्विषये अद्यतनचर्चा अस्ति. अस्तु, विजया भगिनी अग्रे पठति वा लिङ्गानुसरणं तथा यथा. लिङ्गानुसरणं यथा छात्रैः अभ्यासः क्रियमाणः अस्ति पुल्लिङ्गे, छात्रैः पूजा क्रियमाणा अस्ति स्त्रीलिङ्गे, छात्रैः भोजनं क्रियमाणम् अस्ति नपुंसकलिङ्गे. अत्र लिङ्गानुसारणम् अस्ति. यद् लिङ्गः यत् लिङ्गं भविष्यति अत्र इत्युक्ते यथापि विशेषणविशेष्यभावः अस्ति तथा भविष्यति अपि अत्र. यद्लिङ्गं भविष्यति अस्माकं विशेषस्य, तद्लिङ्गं भविष्यति विशेषणस्य, तथा अस्ति. सानच् प्रत्ययविशेषणविशेष्यभावः अस्ति. यत् विशेषस्य लिङ्गं तत् विशेषणस्य लिङ्गम् अस्ति. अस्तु, अत्र क्रियापदं किम् अस्ति? न क्रियपदम् अस्ति. क्रियमाणः यत् सानच् प्रत्ययरूपम् अस्ति तत्र प्रथमा एकवचनान्तरूपं किम् अस्ति? क्रियते. हा, तथा अस्ति. क्रियते, कुरुते इति न, क्रियते. किमर्थम् इत्युक्ते माणः इति अस्ति. अस्तु, समीचीनम्. अग्रे पठामः. कुशल महोदय पठति वा अग्रे वचनानुसरणं यथा. मया श्लोकः लिख्यमानः अस्ति एकवचनं. मया श्लोकौ लिख्यमानौ स्तः द्विवचनं. मया श्लोकाः लिख्यमानाः सन्ति बहुवचनं. लिख्यते अहं श्लोकं लिख्यते. हा, लिख्यते इति अस्ति एकवचनान्तरूपम्. आत्मनेपदि धातुः लिख् इति, लिख् इति धातुः आत्मनेपदिरूपम् अस्ति. लिख्यते, सानच् प्रत्ययान्तरूपम् अस्ति. लिख्यमान एवम् अत्र वचनान्तपरिवर्तनम् अस्ति. महोदय, परन्तु कर्तरिप्रयोगे अहं श्लोकं लिखति एव खलु, लिख्यते नास्ति, लिखति. हा, अत्र अस्तु, भवान् वदतु इदानीं. भवतः प्रश्नस्य उत्तरं भवान् अपि जानाति. यत्र यत्र लिख्यते यत्र भवति तत्र कर्तरिप्रयोगे भवति वा? न, परन्तु महोदय उक्तवान् लिख्यते इति, अहं अहं श्लोकं लिख्यते इति भवान् उक्तवान्, कर्मणि कर्मणि समीचीनं समीचीनं, अहं लिख अहं लिखामि इति अस्ति खलु महोदय, मया लिख्यते, अहं लिखामि, मया लिख्यते, मया लिख्यते इति अस्ति, मया लिख्यते खलु, आत्मनेपदी अस्ति, अतः लिखति चेत् सः लिखति, अहं लिखामि, एतत् सर्वम् अस्ति खलु, अहं लिखामि, क्षम्यतां क्षम्यतां, तथा अस्ति, अस्तु, अश्लेष महोदय विभक्ति विभक्त्यनुसरणं यथा अस्माभिः ग्रन्थः पठ्यमानः अस्ति, प्रथमविभक्ति भवता चिन्त्यमानं विषयं माम् अपि वदतु, द्वितीयविभक्ति विभक्तिः अस्माभिः प्राप्यमाणेन धनेन सन्तोष्टव्यं, तृतीयाविभक्तिः मया निर्दिश्यमानाय जनाय भवान् पुस्तकं ददातु, चतुर्थीविभक्तिः तेन सूच्यमानात् आपणात् वस्तूनि आनयतु, पञ्चमी विभक्तिः भवता निरूप्यमाणस्य काव्यस्य नायकः कः, षष्ठी विभक्तिः क्रियमाणे कार्ये श्रद्धा आवश्यकी, सप्तमी विभक्तिः इति विभक्तिपरिवर्तनं भवति, अस्तु तथा अस्ति, अग्रे गच्छामः इदानीं, सरिता भगिनि आवरणे दत्तेन क्रियापदेन शानचप्रत्ययान्तं निश्चित्य यथौचित्यं तेन रिक्तस्थानानि रिक्तस्थानं पूरयत, यथा भवता क्रियमाणस्य कार्यस्य फलम् उत्तमं भवति, क्रियमाणस्य कार्यस्य अत्र षष्ठीविभक्तिः अस्ति, माधवेन पीयमानं क्षीरम् उष्णम् अस्ति, अत्र क्षीरम् इति विशेष्य पीयमानम् इति विशेषण पीयमानं क्षीरम् नपुंसकलिङ्गे एकवचने प्रथमाविभक्ति, अस्तु अत्युत्तमम्, एवमेव करणीयमस्ति अग्रे, अस्तु देवकान्तमहोदय आमां, शङ्करेण लिख्यमाना कथा प्रसिद्धा भविष्यति, समीचीनं, बाल अग्रे विनोद महोदय बालकेन दृश्यमान चित्रे कः विषयः अस्ति, अत्र का विभक्ति अस्ति, तृतीय विभक्ति बालकेन, न न तथा नास्ति, अस्तु महोदय सहायं करोति वा महोदय, चित्रे सप्तमविभक्ति बालकेन दृश्यमाने चित्रे कः विशेषः अस्ति, अस्तु समीचीनं, दृश्यमाने कुशलमहोदय एकवारं दूरवाण्यां दूरवाण्या तत्र विनोद महोदय पाठयतु कृपया, किञ्चित् चर्चा भवति दूरवाण्या, भवान् वदतु भगिनि कः विशेषः, प्रथमविभक्ति नास्ति अत्र सप्तमी विभक्ति अस्ति, सप्तम उक्तवान् कुशल महोदय तथा उक्तवान् चित्रे, तथा उक्तवान् खलु कुशल महोदय सप्तमी अस्ति, आमाम् अस्तु अस्तु समीचीनम् अस्तु अस्तु अग्रे विजया भगिनी, तया दीयमानान ग्रन्थान विद्यालये स्थापयतु, एकनिमिषः का विभक्ति प्रथमे का विभक्ति, तृतीयविभक्ति एवं वा, ग्रन्थान ग्रन्थान् का विभक्ति, ग्रन्थं ग्रन्थे ग्रन्थानि, अस्तु कुशलमहोदय पुनः का विभक्ति, ग्रन्थान् अस्तु अश्लेष महोदय द्वितीय बहुवचनं, ग्रन्थमानां बालकान् अस्तु इदानीं वदतु विजया भगिनी पुनः तया दीयमानान् ग्रन्थान् विद्यालये स्थापयतु हलन्त् अस्ति दीयमानान् ग्रन्थान् दीयमानान् अस्ति दायमानान् अस्ति किमर्थं दायते भवति न एकनिमिषः पश्यामः अस्तु अस्तु भगिनी रूपं कथं भविष्यति इदानीं चिन्तयामः दीयते इति अस्ति तर्हि प्रथमसोपाने ते त्यक्त्वा पश्यामः अकारः अस्ति वा न वा अस्ति तर्हि मानः इति भवति खलु बहुवचनान्तरूपं किं दीयन्ते खलु अन्ते इति त्यक्त्वा दीयमान इति भवति दीयन्ते इति चिन्तयामि एकनिमिषं पश्यामि दीयन्ते इति अस्ति एकवारं पश्यतु पुनः आगमिष्यामः अत्र अस्तु अग्रिमम् अश्लेष महोदय गीतया सुभाषितं भवान् जानाति किम् उच्यते गीतया उच्यमानं सुभाषितं भवान् जानाति किम् विभक्ति द्वितीया विभक्ति एकवचनं समीचीनम् अस्तु अस्तु अग्रे सरिता भगिनी जनन्या जनन्या प्रेष्यमाणा पुत्री खिन्ना अस्ति प्रेष्यमाणा अत्र प्रथमा विभक्ति स्त्रीलिङ्गे एकवचने अस्ति प्रेष्यमाणा पुत्री विशेष अस्ति प्रेष्यमाणा विशेषण अस्ति समीचीनम् अस्तु अग्रे कुशलमहोदय चित्रं दूरदर्शने चित्रम् अहं न इच्छामि प्रथमाविभक्ति नपुंसकलिङ्गं दर्श्यमानं दूरदर्शने दर्श्यमानं चित्रम् अहं न इच्छामि पुनः वदतु पश्यमानं दूरदर्शने प्रदर्श्यमानं चित्रम् अहं न इच्छामि अस्तु समीचीनम् अस्तु अग्रे देवकान्तमहोदय भक्तैः श्रूयमाणा हरिकथा पापं नाशयति नाशयति खलु नाशयति आकारः नास्ति नाशयति नाशयति आम् भक्तैः श्रूयमाणा हरिकथा पापं नाशयति समीचीनं प्रथमा एकवचने स्त्रीलिङ्गे अस्ति खलु आमां हरिकथा अस्तु समीचीनं विनोदमहोदय अग्रिमं भवता संस्कृतकारेण देशसेवा भवति क्रियते संस्कृतकार्येण क्रियमाणेन संस्कृतकार्येण देशसेवा भवति का विभक्ति अस्ति महोदय कुशल महोदय किञ्चित् साहाय्यं करोतु कृपया कार्येण तृतीया एकवचनं तृतीया एकवचनं कार्येण तर्हि किं भवति भवता क्रियमाणेन संस्कृतकार्येण देशसेवा भवति इति अस्ति. उत्तरं समीचीनमासीत् विनोदमहोदयस्य, केवलं स्पष्टार्थं पुनः उक्तवन्तः. अस्तु, अग्रे विजया भगिनी. भवान् दीयते दायन्ते इति भवति, दीयते दायन्ते, दायन्ते अस्ति वा? आकारः न तु ईकारः. न तु ईकारः, दायन्ते, दीयते दायन्ते. हा, तर्हि तथा भवति. तर्हि तर्हि पुनः तत्र सर्वे स्पष्टं तर्हि कुर्वन्तु. तत्र दायमानान् इति अस्ति, तर्हि तथा दायमानान् ग्रन्थाः. समीचीनं, तर्हि अस्तु, धन्यवादः भगिनि. अस्तु, अग्रे गच्छामः. विजया भगिनी करोतु. गोविन्देन फलानाम् उत्पत्तिः कुत्र भवति? सप्तमी बहुवचन गोविन्देन फलानाम् अस्ति षष्टि बहुवचनम् अस्ति. फलानां द्वितीया अस्ति चेत् फलान् अस्ति. नो, फलमस्ति चेत् फलानि. तर्हि फलानाम् अस्ति चेत् षष्टि बहुवचनं. तर्हि खाद्यते अस्ति चेत् खाद्यमानम् अस्ति एकवचनं, प्रथम एकवचनं. तस्य षष्टि बहुवचनम् अस्ति खाद्यमानानां. फलानां षष्टि बहुवचनं गोविन्देन खाद्यमानानां फलानाम् उत्पत्तिः कुत्र भवति? समीचीनम्. अग्रे अश्लेषः महोदय. वैद्येन स्यूते औषधानि सन्ति, नीयते. स्यूते अस्ति चेत् सप्तमे एकवचनं स्यूतः. तर्हि वैद्येन नीयमाने स्यूते औषधानि सन्ति इति अस्ति. सरिता भगिनी, अग्रे. भवद्भिः प्राप्यमाणे भवद्भिः प्राप्यमाणेन धनेन कानि कार्याणि साधयन्तु शक्यन्ते? साधयितुं शक्यन्ते, क्षम्यतां. प्राप्यते अस्ति, तत्र प्राप्यमाणेन इति भवति, णत्वं भवति तत्र. धनेन प्राप्यमाणेन, धनेन अस्ति चेत् धनं, तत् नपुंसकलिङ्गे तृतीया विभक्ति एकवचनमस्ति. प्राप्यमानं प्राप्यमाणेन, प्राप्यमाणं प्राप्यमाणेन धनेन. भवद्भिः प्राप्यमाणेन धनेन कानि कार्याणि साधयितुं शक्यन्ते इति अस्ति. अस्तु अस्तु, समीचीनम्. अग्रे कुशलमहोदय. भवता बालकात् अहं पुस्तकानि स्वीकरोमि. बालकात् पञ्चमी. भवता बालकात् निर्दिश्यते, ते त्यजति निर्दिश्य अकारः निर्दिश्यमान निर्दिश्यमानात् भवता निर्दिश्यमानात् बालकात् अहं पुस्तकानि स्वीकरोमि. समीचीनम्. तत्र णत्वं भवति अथवा न भवति? सकारस्य बाधा अस्ति इति अहं मन्ये. किमस्ति? सकारः, तालव्यसकारः खलु. नास्ति. समीचीनम्, अस्तु, तथा सन्तोषजनकः अस्ति भगिनि खलु. अस्तु, अग्रे विनोदमहोदय, देवकान्तमहोदय. आमां, मया सूच्यमानाय कार्याय भवती समयं ददाति किम्? कार्याय भवती चतुर्थी एकवचनं. वदतु. मया सूच्यमानाय कार्याय भवती समयं ददाति किम् इति अस्ति. अस्तु, विनोदमहोदय. बालैः उद्याने तरणतडागः अस्ति. उद्याने तृतीयविभक्ति एवं वा? सप्तमी विभक्ति एकवचनं. बालैः गम्यते माने उद्याने तरण तडागः अस्ति. गम्यमाने. अस्तु, बालैः गम्यमाने उद्याने तरणतडागः अस्ति इति अस्ति. समीचीनम्. इदानीं किं करिष्यामः, अस्माकं समाप्तः अभवत्. शीघ्रमेव सर्वे एकमेकम् उदाहरणानि वदन्ति यत्र विभक्ति अस्ति, विभक्तिप्रयोगः अस्ति. विभक्तिवचनप्रयोगः यत्र अस्ति, विभक्तिवचनलिङ्ग किमपि अस्ति, एकमेकं वाक्यं सर्वे वदन्तु. देवकान्तमहोदय, भवान् आरम्भः करोति वा? चिन्तयतु, वदतु. देवकान्तमहोदय वदति वा? आमाम्, अस्माभिः रामायणं पाठ्यमानं पठ्यमानम् अस्ति महोदय. विशेषणविशेषभावः अस्ति, तस्य प्रयोगः अत्र नास्ति एव खलु. पुनः चिन्तयतु एकवारम्. अश्लेष महोदय, भवता रचयमाने पुस्तके किमस्ति? सप्तमेवमस्ति. हा, रचयमाने पुस्तके किम् अस्ति? हा, समीचीनम्. अस्तु अस्तु, विभक्तिप्रयोगः अस्ति, लिङ्गपरिवर्तनम् अस्ति. सरिता भगिनी वदतु. मया दायमानेन जलेन तृणाः वर्धन्ति. सुन्दरम्, अत्युत्तमम्. अस्तु, समीचीनं. देवकान्तमहोदय इदानीं. ओके, अस्माभिः अतिललितं रामायणं पाठ्यमानम् अस्ति. रामायणं पठ्यमानं रामायणम् अस्माभिः हा वदतु. अस्माभिः अतिललितं रामायणं पठ्यमानम् अस्ति. अस्माभिः पठ्यमानं रामायणम् अतिललितम् अस्ति इति अस्ति वाक्यं खलु. अत्र शब्दक्रमः नास्ति, परन्तु वाक्यः तथा भवतः प्रायः आशयः तथा. अस्माभिः, पुनः वदामः, अस्माभिः पाठ्यमानं रामायणम् अतिललितम् अस्ति इति भविष्यति. अस्तु, कुशलमहोदय. वन्दमानया बालिकया गीतं गीयते. अस्तु अस्तु अस्तु समीचीनम् अस्तु समीचीनं विद्या भगिनी अस्ति वा वाक्यम् अथवा आगामिसप्ताहे वदति चेत् सम्यक् नास्ति चिन्ता अस्तु अस्तु विनोदमहोदय वाक्यमस्ति वा बालकः उच्चैमानः पुस्तकं पठति अत्र विशेषणविशेष्यभावः तस्य आवश्यकता अस्ति पुनः एकवारं गृहपाठरूपेण पठित्वा कानिचन वाक्यानि रचयन्तु आगामिसप्ताहे विजयभगिनी एवं विनोदमहोदय पञ्चवाक्यानि वदन्तु आरम्भे कक्षाः यदा भविष्यति आरम्भे स्वस्य रचयित्वा वाक्यानि वदन्तु अस्तु अस्तु अग्रे गच्छामः इदानीं कथा अस्ति अस्माकं शीघ्रमेव समापयामः कथा यत् अस्ति विषयस्य आरम्भिकथा अस्ति विजयभगिनी आरम्भं करोति वा पाषाणपरिपाटि प्रत्यया यः कुत्र कुत्र न न न अग्रिमं न तदेव तदेव अभ्यासे अस्ति भूषणभट्टः बाणभट्टः एतानि गीतावाक्यानि सावधानं परिशील्य तथा न तथा न एतत् सम्भाषणम् एतत् सम्भाषणं किञ्चित् किञ्चित् अधवागि एतत् सम्भाषणम् एतत् सम्भाषणं सावधानम् उच्चैः पठत चक्रवर्तिनः हर्षवर्धनस्य आस्थाने स्थितः बाणभट्टः संस्कृतभाषायाः सुप्रसिद्धः गद्यकविः तेन गणितं कादम्बरी हर्षचरितम् इति काव्यद्वयं संस्कृतगद्यसाहित्ये नितरां विख्यातम् तत्रापि कादम्बरी बाणस्य कीर्तिम् अजरामराम अकरोत् कादम्बर्याः पूर्वभागः तेन विरचितः ततः सः दिवंगतः तस्य पुत्रः भूषणभट्टः तस्य अग्रिमं भागं लिखित्वा पित्रा उद्दिष्टं काव्यं समापितवान् तयोः पिता पुत्रयोः संवादः अत्र अस्ति अस्तु अस्तु समीचीनम् अस्ति अत्र तर्हि विजयभगिनी पिता कः पुत्र कः पिता अत्र पिता कः पुत्र कः हर्षवर्धन एवं वा हर्षवर्धनस्य वदतु हर्षवर्धन पुत्रः भूषणभट्टः अस्ति बाणभट्टस्य पुत्रः बाणभट्टः अस्ति पिता भूषणभट्टः अस्ति पुत्रः भूषणभट्टः हर्ष एकः महाराजः भवति महाराजस्य कथा अस्ति हर्षचरितम् परन्तु तस्य विषयः हर्षचरितं नास्ति विषयः कादम्बरी अस्ति कादम्बरी काव्यस्य पूर्वभागः पित्रा लिखितेन अस्ति तस्य अग्रिमं भागं द्वितीयभागं भूषणभट्टेन लिखित्वा अस्तु समीचीनम् अग्रे आयाति एतत् सर्वम् अग्रे आयाति एतत् सर्वम् अग्रे गच्छामः इदानीम् अस्तु तर्हि विनोदमहोदय भाषणभट्टः अग्रे अश्लेषमहोदय बाणभट्टः भूषणभट्टः भूषणभट्टः तात् भवता किं लिख्यमानम् अस्ति बाणभट्टः बाणभट्टः अश्लेषः महोदय वदतु। वत्स, मया कादम्बरी नामको ग्रन्थः लिख्यमानः अस्ति। भूषणभट्टः का कथा तत्र मया या कथा याः कथाः कथ्यमाना आसन् ताः त्वं जानास्येव। तासु अन्त्यतमा इदानीं काव्यरूपेण प्रतिपाद्यमाना अस्ति। भूषणभट्टः कानि मुख्यपात्राणि तत्र गन्धर्वराजपुत्री महाश्वेता, तस्याः प्रियकरः पुण्डरीकः, राजकुमारः चन्द्रापीडः, तेन सदा स्मर्यमाणा कादम्बरी नाम गन्धर्वकन्या च, एते अत्र मुख्यभूमिकां वहन्ति। अस्तु अस्तु, समीचीनम्। अग्रे देवकान्तमहोदय, भूषणभट्टः कुशलमहोदय, बाणभट्टः। दादा, भवता क्रियमाणे महाकार्ये अहं किं सहायं करवाणि? एवं कुरु, अहं कथयामि, मया कथ्यमानं सर्वं तं लिख। एवमस्तु, भवता निर्दिश्यमानं कार्यम् अवश्यं मया क्रियते। अस्य काव्यस्य विशिष्ट्यं किं वा, सोरि, वैशिष्ट्यं किम्? पात्रचित्रणे, वर्णने, शब्दप्रयोगे च महत् वैशिष्ट्यं वर्तते। अत्र मया सूच्यमानानि पात्राणि लोके चिरकालं स्थास्यन्ति। मया क्रियमाणं वर्णनं काव्यप्रपञ्चे मम शाश्वतं स्थानं कल्पयिष्यति। प्रयुक्त्यमाना च भाषा आदर्शगद्यरूपा भविष्यति। अस्तु अस्तु, अग्रे सरिता भगिनी, भूषणभट्टः, बाणभट्टः, विजया भगिनी, अस्तु। भवता उच्यमानं यदि शृणोमि तर्हि कदा तं ग्रन्थं पठेयम् इति उत्कण्ठा भवति मम। काव्यप्रियः चक्रवर्तिः श्रीहर्षः अपि मया लिख्यमानस्य यस्य ग्रन्थस्य विषये मध्ये मध्ये पृच्छां करोति। चक्रवर्तिना एवं सत्क्रियमाणस्य भवतः विषये वर्धते मम अयम् आदरः। त्वमपि तथा प्रतिभावान् असि, यत् काव्यप्रियः सर्वदा दर्श्यमानः भवसि। भावयामि यत् मया ध्यानमानः महाकालः मां तथा ध्यायमानः महाकालः मां यत् मया ध्यानमानः महाकालः मां भावयामि तथा अनुग्रहिष्यति इति। संशय, भक्तेः अर्च्यमानः देवः किं न दास्यति? अवहितचितो भव, भगवन्तं शम्भु स्तुवः। नमस्तु अङ्गशिर चुम् अम्ब चन्द्र चामर चारवे त्रैलोक्य नगर आरम्भ भूल सम्भाव सम्भवे। अस्तु अस्तु, समीचीनं। कानिचन अत्र पदानि सन्ति, तत् केवलं पश्यामः। प्रथमे आसीत्, प्रथमे तत्र सन्देशः यत् सम्भाषणं यत् आयाति तस्मात् प्राक् अजरामरम् इति पदम् अस्ति। अजरामरम् इत्युक्ते देवकान्तमहोदय, अमृतम् अजरामरम् इस् अमृतम् न अमृतम् इत्युक्ते यत् सम्भाषणं यत् अस्ति तस्मात् प्राक् अस्ति खलु प्रथमपरिच्छेदः तत्र तत्र अस्ति तृतीय इत्युक्ते यस्य जरा न मरणं न जरामरं जरा इत्युक्ते वृद्धावस्था अस्ति न मरणम् अस्ति अस्तु समीचीनम् हा इति अस्ति पुनः वदतु अजरामरम् इत्युक्ते किम् अजर अमरम् अजर अमरम् इति पदद्वयमस्ति अजरम् अमरम् इत्युक्ते अस्ति अजर अमरम् इति अजरामरम् इति अस्ति खलु इत्युक्ते न वृद्धावस्था अस्ति अजरम् इत्युक्ते न वृद्धावस्था अस्ति वार्धक्यं नास्ति वार्धक्यं नास्ति एवर्ग्रीन् इति अस्तु अस्तु समीचीनं अत्र कः समासः अस्ति अजरामरम् अजरामरम् अस्ति समाहारद्वन्द्वः अजर अजर अमर अस्ति नये तत्पुरुष एवं वा इति मन्ये अन्य अश्लेष महोदय कोऽपि प्रश्नः अस्तु समीचीनं देवकान्तमहोदय निश्चयेन द्वन्द्वसमासः अस्ति परन्तु अजरम् अमरम् द्वन्द्वसमासमेव इतरेतर द्वन्द्व भवति किमर्थं तस्य समानार्थकत्वम् अस्ति जरा नास्ति मरणं नास्ति समानार्थत्वम् अस्ति चेत् इतरेतरद्वन्द्व अजर अजरा अमरणम् अमरं तत्र नय अस्ति अ न मरणं न जरा अजरा तत्र बहुव्रीय इत्यर्थे अस्ति किमर्थं वार्धक्यं नास्ति बहुव्री तु नास्ति इति मन्ये इति मन्ये किमर्थं तस्य कोऽपि अन्यपदस्य प्राधान्यं नास्ति अजरामर अस्ति चेत् जस्ट् अजरामर अस्तु प्रथमकार्यमस्ति क्रियापदं किमस्ति तद् द्रष्टव्यं खलु तत्रापि कादम्बरी बाणस्य कीर्तिम् अजरामरम् अकरोत् खलु कीर्तिम् अजरामरम् अकरोत् क्रियापदमस्ति अकरोत् इति अस्ति क्रियापदं खलु कस्य पदस्य इदानीं प्राधान्यम् अस्ति इत्युक्ते अत्र अस्ति अत्र अजरामरं कीर्तिम् इति भविष्यति खलु अजरामरं पदस्य आवश्यकता अपि नास्ति. कीर्तिम् अस्ति चेत् तत् समीचीनमेव. अत्र चिन्तयतु, अहं मन्ये विशेषण उभयपदकर्मधारयसमासः अस्ति खलु. अजरामरं कीर्तिम् अस्तु, तत् चिन्तयामः केवलं गृहपाठत्वेन. एकवारं चिन्तयतु, उभयपदविशेषणं कर्मधारय समीचीनम् अस्ति तत्र, परन्तु अजरामरम् इतरेतर द्वन्द्वः भवति न तत्र. अजर तत् नय तत्पुरुष अस्ति, नमरम् इति अपि तत्पुरुष अस्ति, नय तत्पुरुष. अजरामरम् इति विशेषण अत्र अत्र अत्र सन्धित्रयं भवन्ति इति सन्धित्रयं भवति. बहु किमपि भविष्यति इत्युक्ते बहु नामानि सन्ति, परन्तु साधारणतया पश्यामः चेत् तत् किं वदति इत्युक्ते न मरणम् अस्ति, तस्य पदस्य प्राधान्यमस्ति, अतः तत्पुरुषः इति अस्ति. अजरं यत् अस्ति तत् केवलं तत्र तत् पदम् अस्ति, तत् सहायं करोति, अतः पूर्णतया अजरामरं विशेषणम् अस्ति. परन्तु न केवलम् अजरम् अस्ति विशेषणम्, अमरम् अपि विशेषणम् अस्ति, अतः विशेषण उभयपद. यतोहि द्वितीयपदप्राधान्यम् अस्ति, अतः कर्मधारयः इति अस्ति. परन्तु अन्य किमपि चिन्ता अस्ति चेत् अपि तत्र तदपि भवति. एतत् केवलम् एकम् उत्तरम् इति नास्ति, बहु तत्र चिन्ता अन्यदपि अस्ति. केवलम् अस्माकं वदतु महोदय, अत्र अमराम् अस्ति, अमरं नास्ति न? अमराम् इत्युक्ते अजरा अमरा इत्युक्ते मरणं नास्ति यत्र. शीघ्रमेव कानिचन पदानां वदामि. तत्र अग्रिमपुटे अस्ति स्मर्यमाणा खलु. अस्तु, इदानीं देवकान्तमहोदय किं चिन्तयति स्मर्यमाणा रूपम्? स्मृयते स्मर्यते स्मर्यते स्मर्यते चेत् अत्र स्मर्यमाणा किमर्थं महोदय? परन्तु कुत्र स्मर्यमाण? अग्रिमपुटे अग्रिमपुटे अस्ति द्वितीयवाक्यं, बाणभट्टस्य द्वितीयवाक्यं. गन्धर्वराजप्रतिमहेश्वरपीडे स्मर्यमाणा गन्धर्वकन्या कादम्बरी इति तस्य अर्थः. चन्द्रापीडेन सर्वदा स्मर्यमाणा गन्धर्वकन्या कादम्बरी. मम प्रश्नः अस्ति केवलं, बहु बहु बहु सुलभप्रश्नमस्ति. स्मर्यमाणा किमर्थमस्ति इत्युक्ते विशेषणम् अस्ति कादम्बरीपदस्य, तदा एव, अन्यत् किमपि? कादम्बरी प्रथम एकवचनम् अस्ति खलु, स्त्रीलिङ्गम्, अतः इति मम प्रश्नः अस्ति स्मर्यमाणा किमर्थम् इति खलु. इति स्मर्यमाणा अतः अस्ति, केवलं लिङ्गम् अस्ति. क्रियमाणे महाकाव्ये पश्यन्ति वा, तत्र विशेषणविशेषभावः अस्ति क्रियमाणे महाकाव्ये. एतत् सर्वं वयं पठितवन्तः. मया कथ्यमानं सर्वं त्वं लिख. कथ्यमानं सर्वं विभक्ति अस्ति तत्र. कार्यं निर्दिश्यमानं कार्यं तथा अस्ति. तदनन्तरं सृज्यमानानि पत्राणि अस्ति. पात्राणि क्षमतां, प्रयुज्यमाना भाषा इति अस्ति. उच्यमानं ग्रन्थं तस्य तत्र अग्रे उच्यमानं ग्रन्थं तत् पश्यन्ति चेत् एवं लिख्यमानस्य लिख्यमानस्य ग्रन्थस्य सत्क्रियमाणस्य सत्क्रिय इत्युक्ते आदरम् षष्ठी अस्ति तत्र भवतः प्रशस्यमानः प्रशस्यमानः इति अस्ति यत् त्वं प्रशस्यमानः ध्यायमानः महाकालः इति अस्ति पुल्लिङ्गे अस्ति अर्च्यमानः देवः अर्च्यमानः इति अस्ति कानिचन पदानि अपि तत्र सन्ति उत्कण्ठा इत्युक्ते उत्सुकता यत्र अस्ति एवं तत्र भवान् अत्र उपधायां पुटे कथाः कथ्यमानाः आसन् तत्र विसर्गस्य लोपः अभवत् न तदा प्रतिपाद्यमाना अपि तत्र विसर्गस्य लोपः अभवत् एवम् अन्यत् एकं पदम् अस्ति अन्तिमवाक्ये केवलम् अत्र बाणभट्टस्य यत्र भवति अवहितचित्तौ खलु अवहितचित्तौ भव इत्युक्ते तत्र केवलम् अवहितचित्तः इत्युक्ते स्पष्टतया जानतु इत्युक्ते तत्र बहुव्रीहिसमासः अस्ति पश्यति वा अवहितचित्तौ भव अवहितचित्तः भव अवहितः चित्तः यस्य सः अवहितचित्तः इति अस्ति तत्र बहुव्रीहिः अस्ति तत्र समासः इत्युक्ते अग्रे बहवः यत्र गद्यानि अथवा पद्यानि आयान्ति तत्र समासस्य प्रयोगः भविष्यति कीदृशसमासः अस्ति सन्धिः अस्ति वा कीदृशसन्धिः अस्ति वा कर्मणि अस्ति वा कर्तरि अस्ति वा प्रयोगः का विभक्तिः अस्ति वा एतत् सर्वम् आगच्छति इत्युक्ते व्याकरणस्य प्रयोगः तदा भविष्यति यत्र पाठः अस्माकम् आयाति अग्रे गत्वा व्याकरणः सम्यक्तया न अस्ति चेत् तत्र काठिन्यं भविष्यति अर्थं किम् एतत् सर्वं किञ्चित् कठिनं भविष्यति अतः व्याकरणम् अस्माकं यत् पठितं तस्य प्रयोगः अग्रे भविष्यति अस्तु अद्य समयः जातः कोऽपि प्रश्नः अस्ति वा अस्तु समापयामः अद्य आगामिसप्ताहे मिलामः अस्तु धन्यवादः नमस्कारः धन्यवादः धन्यवादः